अद्यतनविषयः भवति लक्ष्यं, लक्ष्यनिरूपणम् इति. तस्मात् पूर्वं गते सप्ताहे एकः प्रश्नः आसीत्, किमर्थं समवायः इति अतिरिक्तपदार्थः, यद्यपि संयोगः अपि सम्बन्धः अस्ति, स्वरूपसम्बन्धः अस्ति, ते तु पदार्थाः न सन्ति, किन्तु समवायः एव अतिरिक्तः पदार्थः किमर्थम् इति प्रश्नः आसीत्. स्मर्यते वा? तस्य उत्तररूपेण महोदयेन जालपुटे नूतनकरपत्रं निर्मितमस्ति. सर्वे गत्वा किञ्चित् पठन्तु, किन्तु स्थूलरूपेण वक्तव्यम् अस्ति चेत्. केन केन आगतम् इदानीम्? नमस्ते भगिनि, सन्ध्या अस्मि. सन्ध्या भगिनि, अन्य कोऽपि? भगिनि अजितः. अजित महोदय, अहं भवतः प्रश्नस्य विषये एव वदन्ती आसम्. गते सप्ताहे प्रश्नः आसीत् खलु, भवतः समवायः पदार्थः अस्ति सप्तपदार्थेषु अन्तर्भूतः, किन्तु संयोगसम्बन्धः अथवा तादात्म्य वा अन्यः कोऽपि सम्बन्धः तथा पदार्थेषु किमर्थं न अन्तर्भूतः इति. आम् आम्, अहं सुरुमहोदयस्य ई पत्रं दृष्टवान्, किन्तु समयं. अस्तु अस्तु, करपत्रं निर्मितं महोदयेन, किन्तु स्थूलरूपेण वक्तव्यमस्ति चेत् संयोगः इति सम्बन्धः यदस्ति तद् चतुर्विंशतिगुणेषु अन्तर्भूतः. वयं चतुर्विंशतिगुणाः सन्ति इति पठितवन्तः, सप्तमे पुटे अस्ति तस्य निरूपणं. रूपगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभाग इति संयोगः तत्र अन्तर्भूतः चतुर्विंशतिगुणेषु. तदर्थं पृथक्तया संयोगः इति अन्यः अपि पदार्थः नास्ति. अस्तु, अत्र महोदयेन करपत्रे उच्यते यत् न्यायिकानां सिद्धान्तः एवमस्ति, यदि एकं वस्तु एकस्मिन् पदार्थे भवितुम् अर्हति चेत् तत्र तस्य पुनः श्रेणीकरणम् अथवा पृथक्तया अतिरिक्तः पदार्थः इति स्थापनं न भवति इति. तदर्थं संयोगः इति सम्बन्धः सप्तसु पदार्थेषु अन्यतमः नास्ति, यतोहि गुणे अन्तर्भूतः अस्ति. समवायः इति यः सम्बन्धः अस्ति, सः सम्बन्धः सप्तपदार्थेषु कुत्रापि न भवितुम् अर्हति. वयं पठितवन्तः सप्त पदार्थाः, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः. इदानीं वयं समवायः इति सम्बन्धं स्वीकृत्य अन्येषु पदार्थेषु न स्थापितुं शक्नुमः इत्यतः समवायः इति अतिरिक्तः पदार्थः. किन्तु संयोगस्य विषये तथा नास्ति, संयोगः इति सम्बन्धः गुणे अन्तर्भूतः, समवायः तु कस्मिन्नपि गणे भवितुं न अर्हति इत्यतः पृथक्तया पदार्थः. किमर्थं तथा समवाययोः मध्ये भेदः अस्ति इति महोदयेन विवृतमस्ति करपत्रे. तर्हि सर्वे किञ्चित् पठन्तु करपत्रम्. आं भगिनि, स्थूलरूपेण उक्तवती, किन्तु सर्वं महोदयेन लिखितमस्ति. समवायः अन्यत्र न स्थापयितुं शक्नुमः इत्यतः अवगन्तुं प्रयत्नं करोमि. अस्तु अस्तु, अन्य केन आगतम् इदानीम्? अहं नीता अस्मि. नमस्कारः. का भगिनि? नीता अस्मि. नीता भगिनि, अस्तु अस्तु, अग्रे अन्य केनापि? अन्य कोऽपि आगतवान् वा अजितमहोदयस्य अनन्तरम्? तर्हि अस्माकम् अद्यतनविषयः अस्ति लक्ष्यं, लक्षणम् अपि च विशेषतया पृथिवी इत्यस्य द्रव्यस्य निरूपणमपि कुर्मः. तर्हि गते वर्गे यद् अधीतं तत् किञ्चित् तस्य किञ्चित् पुनरावर्तनं कृत्वा अग्रे सरेम. लक्ष्यं नाम किं, कोऽपि वदति वा? यस्य पदस्य जिज्ञासा अस्ति यत् यत्पदं ज्ञातुम् इच्छति इच्छति तत् तद् विषयं ज्ञातुम् इष्टः पदार्थः लक्ष्यं ज्ञातुम् इष्टः पदार्थः लक्ष्यं. यथा वयं गोः इति पदार्थस्य विषये ज्ञातुम् इच्छामश्चेत् गो भवति अस्माकं लक्ष्यम्, अथवा घटः वा पटः यस्य कस्यापि विषये अस्माकं जिज्ञासा भवति तद् अस्माकं लक्ष्यम् इति भवति. अनन्तरं लक्षणम् इत्यस्य विषये अपि चर्चा जाता. लक्षणं नाम किं, कोऽपि वदति वा? यद् ज्ञातुम् इच्छति तद् लक्ष्यं. लक्ष्यस्य यः गुणः स्वजात्येषु अस्ति विजात्येषु नास्ति तद् लक्षणम्. बहु सम्यक् भगिनि. यथा भगिन्या समीचीनतया उक्तं लक्षणं तादृशः वैशिष्ट्यम् अथवा विशिष्टः गुणः यत् केवलं लक्ष्येषु वर्तते, अलक्ष्येषु न वर्तते, अथवा लक्ष्यविजातीयेषु न वर्तते, केवलं लक्ष्यसमानजातीयेषु एव यः गुणः विशिष्टः गुणः वर्तते, अपि च लक्ष्यसामान्येषु सर्वत्र वर्तते तादृशः गुणः लक्षणम् इति उच्यते. अस्तु, गोः उदाहरणं स्वीकृतमासीत्, तर्हि तादृशं लक्षणं किम् अस्ति गवि? सास्ना इति अङ्गविशेषः गवि लक्षणम् अस्ति. यतोहि गोजातीयेषु सर्वेषु भवति सास्ना, अन्यत्र अपरेषु अजस्य वा महिषस्य वा अपरेषु मृगेषु तदा तथा न भवति. सास्ना इति अङ्गविशेषः सर्वासु गोषु वर्तते, अन्यत्र न वर्तते, अपि च असम्भवदोषः अपि नास्ति सास्ना इति यः विशिष्टः गुणः अस्ति तस्य. तदर्थं गोजातीयानां सास्ना इति लक्षणमस्ति. अस्माभिः अन्यदपि चर्चितं दोषाः, गुणेषु दोषाः भवितुम् अर्हति, अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः इत्यस्य विषये कोऽपि वदति वा? अन्य केनापि आगतम् इदानीं? क्षम्यतां भगिनि, अहमेव राधिका. अस्तु, नूतनतया केनापि आगतं वा? निहारिका भगिनी, राधिका भगिनी, शिवरामकृष्णमहोदय, प्रिया भगिनी, सरला भगिनी, रागिनी भगिनी, सन्ध्या भगिनी, अजितमहोदय, नीता भगिनी, नूतनतया केनापि आगतम्? तर्हि दोष एकदिशं वृत्तित्वम् अयाप्तिदोषग्रस्तः अस्ति. इत्युक्ते गौ उदाहरणे श्वेतगौ सर्वे जातिषु गोषु नास्ति, केवलं किञ्चित् गोषु श्वेता सन्ति, किञ्चित् कपिलकृष्ण सन्ति. सो एकदिश वृत्तित्वं गुणः अव्याप्तिदोषग्रस्तः अस्ति. सत्यम्, अव्याप्तिदोषग्रस्तगुणः यथा कृष्ण कृष्णवर्णः इति गुणः स्वीकुर्मश्चेत् तत्र कृष्णवर्णीयगोः भवितुमर्हति अथवा श्वेतवर्णीयः भवितुमर्हति. इत्युक्ते लक्ष्यसामान्येषु सर्वत्र न भवति, यथा भगिन्या उक्तम् एकदेशवृत्तित्वं भवति लक्ष्येषु. तर्हि वर्णः इति यः गुणः अस्ति सः अव्याप्तिदोषग्रस्तः गुणः अस्ति. द्वितीयः दोषः चर्चितम् अस्माभिः, केनापि उच्यते वा? वदतु भगिनि, राधिका भगिनी वा प्रिया भगिनी, अस्तु प्रिया भगिनी वदतु, अतिव्याप्तिदोषः अथवा अलक्ष्यवृत्तित्वम् इति वक्तुं शक्नुमः. यः दोषः सर्वेषु लक्ष्येषु सर्वेषु अलक्ष्येषु च अपि वर्तते, सः दोषः अस्ति अतिव्याप्तिदोषः. पुस्तके अस्ति उदाहरणं शृङ्गस्य विषये, शृङ्गं लक्ष्येषु अपि भवति अलक्ष्येषु अपि भवति, अतः अतिव्याप्तिदोषः अलक्ष्यवृत्तित्वम् इति वक्तुं शक्नुमः. सत्यम्, अलक्ष्यवृत्तित्वं, यतोहि शृङ्गम् इति गुणः स्वीकुर्मश्चेत् केवलं गोषु न भवति, अपि तु अपरेषु मृगेषु अपि भवितुमर्हति, अजानामपि शृङ्गं भवति. तर्हि शृङ्गम् इति गुणः स्वीकुर्मश्चेत् सः गुणः अतिव्याप्तिदोषग्रस्तः गुणः अस्ति इति भगिन्या सम्यक्तया उक्तम्. अस्तु, अपरः दोषः कः गुणस्य, राधिका भगिनी वदति वा इदानीं? असम्भवदोषः, लक्ष्यसामान्य अवृत्तित्वं. यदि अहं वदामि सिंहजटाः गोः लक्षणम् इति यदि अहं वदामि चेत् तत्तु असम्भवः अस्ति, तद् असम्भवः दोषः इति इति वदामः. खलु, सत्यं, सिंहजटाः लक्षणं, सिंहजटाः गोः लक्षणं भवितुमेव नार्हति, लक्ष्यसामान्येषु न कुत्रापि वर्तते इत्यतः सिंहजटाः इति गुणः स्वीकुर्मश्चेत् तर्हि तादृशः गुणः असम्भवदोषग्रस्तः गुणः भवति. तर्हि प्रश्नः अस्ति इदानीं, यः गुण एतैः दोषैः ग्रस्तः अस्ति सः गुणः लक्षणं भवितुमर्हति वा इति. दोषरहितः अस्ति. वदतु भगिनि, उच्चैः वदतु. अव्याप्तिदोषरहित, अतिव्याप्तिदोषरहित, असम्भवदोषरहित गुण तत् लक्षणम् अस्ति. सम्यक्, अव्याप्तिदोष, अतिव्याप्तिदोषरहित, अव्याप्तिदोषरहित, असम्भवदोषरहित, असाधारणधर्मः लक्षणम्. असाधारणधर्मः लक्षणं, कीदृशः असाधारण लक्षणम्? अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहित, असाधारणधर्मः लक्षणम्. तर्हि गोः वर्णः इति गुणः अव्याप्तिदोषग्रस्तः, शृङ्गं तु अतिव्याप्तिदोषग्रस्तः, सिंहजटाः तु असम्भवदोष ग्रस्तः. एतैः दोषैः यः ग्रस्तः नास्ति तादृशः धर्मः कः गोषु? उच्चैः वदन्तु. सास्ना गोषु धर्मस्ति. सास्ना इति असाधारणधर्मः गोषु, यः एतैः दोषैः न ग्रस्तः अस्ति तर्हि सास्ना इति गवां लक्षणमस्ति. गोः लक्ष्यं सास्ना, तस्य लक्षणम् इति लक्ष्यम् अपि च लक्षणम् इत्यस्य परिचयः जातः. एतस्य परिचयं प्राप्य अग्रे वयं द्रव्याणां निरूपणं कुर्मः. द्रव्यनिरूपणे प्रथमद्रव्यमस्ति पृथिवी इति. तर्हि प्रथमे अस्मिन् विभागे प्रथमे पुटे अस्ति स्थूलाक्षरैः, राधिका भगिनी पठति वा? सप्तत्रिंशत्तमे पुटे तत्र गन्धवती पृथिवी. प्रकृतमनुसरामः गन्धः पृथिव्याः लक्षणम् इति. भगिनी सप्तत्रिंशत्तमे पुटे द्रव्यनिरूपणम् इति अस्ति उद्देशग्रन्थानुसारेण तत्र स्थूलाक्षरैः. हा, तत्र गन्धवती सा द्विविधा, नित्या अनित्या च, नित्या परमाणुरूपा अनित्यकार्यरूपा, पुनस्त्रिविधः शरीर इन्द्रियविषयभेदात्, शरीरम् अस्मदादीनाम् आदीनाम् इन्द्रियं घ्राणं नासाग्रवर्तिः मृत्पाषाणादिः इति. अस्तु, तर्हि प्रथमे वाक्ये एव किमस्ति तत्र? गन्धवती पृथ्वी इति अस्ति. पृथिव्याः लक्षणं गन्धः. गन्धः इति पृथिव्याः लक्षणं, यतोहि तादृशः लक्षणम् अपरेषु द्रव्येषु न वर्तते. अपरेषु द्रव्येषु इत्युक्ते नवद्रव्याणि वयम् अधीतवन्तः, पृथिवी, जलं, तेजः, वायुः, कालः, दिगात्मा, मनः, आकाशः. तेषु द्रव्येषु पृथिवीं विहाय अन्यत्र कुत्रापि गन्धः इति गुणः न वर्तते. अपि च यत्किमपि पार्थिववस्तु अस्ति तस्मिन् गन्धः भवत्येव, इत्यतः पृथिवी इत्यस्य लक्षणं गन्धः इति. किमुक्तवती पार्थिव इत्युक्ते किम्? पार्थिव इत्युक्ते पृथ्वीजन्य. पृथ्वीतः, पृथिव्याः अंशः यस्मिन् पार्थिव. तत्र तद्धितप्रत्ययः अस्ति, यथा पृथा पार्थ तथा पृथिवी पार्थिव. तर्हि पार्थिवद्रव्येषु सर्वत्र गन्धः अस्ति, तदस्ति लक्षणं पृथिव्याः. द्रव्यनिरूपणम् आदौ पृथिवी इति स्वीकृत्य तस्य निरूपणम् अग्रे क्रियते. अत्र पुनः पृथिवी द्विविधा, नित्या अनित्या च. पृथिवी द्विविधा अस्ति, नित्या अपि च अनित्या इति. नित्या परमाणुरूपा, वयं पूर्वम् अपि अधीतवन्तः परमाणुः नित्यद्रव्यम् इति. अपि च सः परमाणुः अपि पृथिव्याः एकः प्रभेदः अस्ति. पृथिव्याः द्विविधप्रभेदाः भवन्ति, नित्या अनित्या च. परमाणुः नित्यारूपा, अनित्या कार्यरूपा. अनित्या कार्यरूपा इत्युक्ते पृथिवीतः यः जन्मं प्राप्नोति, प्रथमतया अनित्या इत्युक्ते यस्य नाशः अपि भवितुम् अर्हति, यथा घटः भवति अथवा घटः अथवा मृद् पाषाणखण्डः यत्किमपि भवतु, तेषां नाशः भवितुम् अर्हति. किन्तु परमाणवः तथा नास्ति, ते नित्याः एव. इत्यतः पुनः पृथ्व्याः द्विविधा विभजनं, नित्या अनित्या इति. पुनः अनित्या पृथ्व्याः त्रिविधा विभजनमस्ति, शरीरम् इन्द्रियं विषयः इति. तर्हि महोदयेनापि वारं वारम् उच्यते, न्यायपरिभाषया शरीरम् इत्युक्ते आत्मनः भोगायतनं शरीरम् इति उच्यते. आत्मनः आश्रय आत्मनः भोगायतनं शरीरम् इति प्रायः अग्रे अस्ति पुस्तके, किन्तु महोदयेन अपि वारं वारम् उक्तमस्ति वर्गे. आत्मनः भोगाय क्षम्यता एकवारं वदतु भगिनि. आत्मनः भोगायतनं शरीरम्, आत्मनः आश्रयः शरीरम्, अपि च अनित्या कार्यरूपा इति उक्तवती. तर्हि तस्मिन् शरीरम् इति एकः प्रभेदः अस्ति. अस्मदादीनां शरीरं किमर्थं? हिताहितप्राप्तिपरिहारानुकूलक्रियार्थम्, हितस्य प्राप्त्यर्थम् अहितस्य परिहारार्थं शरीरम् इति उच्यते. प्रायः अग्रे विस्तरेण वदन्ति, किन्तु अधुना केवलं किञ्चित् परिचयरूपेण एव अस्ति अत्र. अस्तु, पुनः द्वितीयः प्रभेदः अस्ति इन्द्रियम्. अत्र इन्द्रियविषये उक्तमस्ति इन्द्रियं गन्धग्राहकम्. इन्द्रियं भिन्नभिन्न इन्द्रियाणि भवितुम् अर्हन्ति, किन्तु पार्थिव इन्द्रियं केवलं गन्धग्राहकं. गन्धः इति पृथिव्याः लक्षणं, गन्धस्य घ्राणम् अथवा गन्धस्य ज्ञानम् अस्माकं केन भवति? नासिकया. तर्हि नासिकाग्रवर्ति इन्द्रियं यदस्ति तत् पार्थिव इन्द्रियमस्ति इति द्वितीयः प्रभेदः अनित्या पृथ्व्याः. अपरः अस्ति विषयः, पार्थिवविषयः. शरीरम् अपि पार्थिव इन्द्रियं विहाय यत्किमपि उपभोगसाधनं भवतु तद्भवति विषयः, पार्थिवविषयः. उपभोगसाधनम् इत्युक्ते अस्माकम् उपयोगार्थम् अथवा भोगार्थं यत्किमपि पार्थिवः पार्थिववस्तु भवति इन्द्रियम् अथवा शरीरं विहाय, तद् विषयः इति उच्यते. पुस्तकं वा अथवा अन्य कोऽपि पृथ्वीजन्यं वस्तु विषयः इति उच्यते. इति पृथिव्याः निरूपणम् अत्र क्रियते. अपि च इदमपि स्मर्यतां यत् यत्किमपि स्थूलाक्षरैः अस्ति तद् मूलग्रन्थतः आगतम् इति. भगिनी कृपया विषय अहं तु किञ्चित् क्लेशः अस्ति मया अत्र. शरीरम् इन्द्रियं तु जानामि, विषयः एकम् उदाहरणं दत्वा किञ्चित् वक्तुं शक्नोति वा? उपभोगसाधनं यत्किमपि पार्थिववस्तु यत्किमपि भवतु शरीरं विहाय इन्द्रियं विहाय, पुस्तकं वा घटः पटः यत्किमपि पार्थिववस्तु इन्द्रियं विहाय शरीरं विहाय, तादृशः पार्थिवविषयः इति उच्यते. अत्र जलम् अस्ति इति चिन्तयतु, जलमपि उपभोगसाधनं, तस्यापि तेनापि अस्माकं सुखसाधनं भवति, किन्तु जलं तु पार्थिववस्तु नास्ति. जलम् इति अपरम् एव द्रव्यं नवद्रव्येषु. तर्हि पार्थिव उपभोगसाधनं किमपि अस्ति शरीरम् अपि च इन्द्रियं विहाय, तदस्ति विषयः इति, तादृशवस्तु विषयः. यदि चिन्तयामः चेत् अन्य सर्वाणि वस्तूनि तु विषयः एव भविष्यति खलु? यदि अहं फलम् अथवा पुष्पं सर्वाणि वस्तूनि विषयः एव, सर्वाणि पार्थिववस्तूनि. पार्थिववस्तूनि, आम् आम् आम्. अस्तु, धन्यवादः. यं पदार्थं जलस्य श्रेण्यां वायोः श्रेण्यां वा किम् अत्र स्थापयति भवति तद् पार्थिवविषयः नास्ति. अत्र ज्वेल् वा मनि धनं भवितुम् अर्हति वा विषयः? धनम् इति पृच्छति वा? धनं वा प्रेशियस् मेटल्स्? सत्यं भवितुम् अर्हति, पृथिव्याः अंशाः तत्रापि अस्ति खलु. अन्य केनापि आगतं वा नीता भगिन्याः अनन्तरं? नूतनतया अन्य कोऽपि? अस्तु, तर्हि हा, गते सप्ताहे इदमपि चर्चितं यत् इदानीं जले गन्धः अस्ति इति चिन्तयन्तु. तर्हि जले गन्धः अस्ति इत्यतः प्रश्नः उदेति खलु, पृथिव्यामपि गन्धः अस्ति, जले अपि गन्धः अस्ति, तर्हि कथं वा गन्धः इति लक्षणं भवितुमर्हति पृथिव्याः इति प्रश्नः आसीत्। तस्य परिहारम् अपि प्राप्तवन्तः। कोऽपि वदति वा, सरला भगिनी? वा आश्रय संयोगसम्बन्धेन पृथ्व्या जलम् पृथिव्या अंश जले अस्ति, तर्हि जले गन्धः अस्ति। स्वाश्रयसंयोगेन इत्युक्ते यद्यपि जले गन्धः भवितुमर्हति किन्तु जले साक्षात् नास्ति गन्धः, जले अन्तर्गतः कश्चित् पार्थिव अंशः अस्ति, तस्मिन् गन्धः अस्ति, न तु जले साक्षात्। तर्हि यथा भगिन्या उक्तं, गन्धः इति गन्धस्य आश्रयः कः? पृथ्वी। हा, गन्धस्य आश्रयः पृथ्वी, गन्धस्य आश्रयः पृथ्वी, गन्धः स्वं। तर्हि गन्धः स्वाश्रयसंयोगेन जले अस्ति। पृथिव्यां गन्धः केन सम्बन्धेन वर्तते? समवायसम्बन्धेन। समवायसम्बन्धेन, न तु संयोगसम्बन्धेन। पृथिव्यां गन्धः वर्तते समवायसम्बन्धेन, किन्तु पृथिवी स्वयं जले वर्तते संयोगसम्बन्धेन। इत्युक्ते पृथक्करणं शक्यं, जलात् पृथिव्याः अंशान् पृथक् कर्तुं शक्नुमः इत्यतः स्वाश्रयसंयोगेन गन्धः जले वर्तते, न तु साक्षात् जले। तर्हि गन्धः इति धर्मः पृथिव्याः एव लक्षणमस्ति, असाधारणधर्मः पृथिव्याः इति अस्माभिः गते वर्गे अपि चर्चितम्। इदानीं सर्वे नवत्रिंशत्तमे पुटे सन्ति वा? अन्य केन आगतम् अन्येन इदानीं? केन आगतम् इदानीम्? अस्तु, नवत्रिंशत्तमे पुटे नित्यत्वादिविभागः, ततः कृपया पठतु निहारिका भगिनी, पठितुमिच्छति। कुतः? नवत्रिंशत् पुटसङ्ख्या। असम्भवदोषः तस्य अधः, तस्मात् अधः साक्षात् नित्यत्वादिविभागः। नित्यत्वादिविभागः कृतानुसारमः गन्धः प्रयः लक्षणम् इत्युक्तम् समानः पृथिव्याम् इत्यर्थम् नित्य अनित्या च, नित्या परमाणरूपा, अनित्या कार्यरूपा इति, यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति, एवं ध्वंसोऽपि न भवति, सः नित्यः यथा आकाशः, न हि तस्य प्रागभावः। ध्वंसो वा वर्तते यस्य प्रतियोगित्वं, ध्वंसप्रतियोगित्वं च, सः अनित्यः। इति एतावता भवत्या किम् अवगतम्? प्रायः नूतनाः विषयाः इति चिन्तयामि खलु, प्रागभावः, प्रध्वंस सर्वम्। अस्तु, तर्हि अद्य शृणोतु भगिनि, तर्हि अन्य कोऽपि, शिवरामकृष्णमहोदय पुनः वाक्यशः पठित्वा किञ्चित् प्रतिपादयति वा? आमां प्रयत्नं करोमि. प्रकृतमनुसरामः. गन्धः पृथिव्याः लक्षणम् इति उक्तं. पृथिव्याः लक्षणं पृथिवी गन्धवती इति उक्तं खलु. लक्षणज्ञानेन सामान्यतः पृथिव्यां ज्ञातायां विशेषजिज्ञासा भवति तत्रोक्तं. नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. तदपि पूर्वं पठितं खलु. यस्य उत्पत्तिः नास्ति अर्थात् प्राग् भावः न भवति एवं ध्वंसः अपि न भवति सः नित्यः. नित्यः इत्युक्ते सदा वर्तते इत्युक्ते ध्वंसः नाशः न भवति तत् नित्यः. आकाशः उदाहरणं चेत् आकाशः. अस्माकं अभावविषये यदा चर्चा आसीत् तदा अभावस्य चतुर्विधत्वं पठितम् आसीत्. स्मर्यते वा अभावाः के के इति? शिवराम कृष्णमहोदय. न स्मरामि, विस्मृतवान् भगिनी. प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः इति चतुर्विधाः. प्रागभावः, प्रध्वंसाभावः, अन्योन्यभावः, अत्यन्ताभावः. अत्र किम् उक्तमस्ति? अत्र प्राग्भावः खलु. सत्यं. नित्यः इत्युक्ते कीदृशः पदार्थः? नित्यः इत्युक्ते अहं चिन्तयामि प्राग्भावः इति वाक्यं पठतु. यस्य उत्पत्तिः नास्ति अर्थात् प्राग्भावः न भवति एवं ध्वंसः अपि न भवति सः नित्यः. यथा आमां यथा आकाशः. किञ्चित् प्रतिपादयतु कीदृशः नित्यः इत्युक्ते. नित्यः इत्युक्ते ध्वंसः न भवति सदा भवति. यस्य उत्पत्तिः नास्ति तद् नित्यः. इत्युक्ते तस्य प्रागभावः न भवति. प्रागभावस्य उदाहरणं दत्तमासीत्. प्रिया भगिनी स्मरयति वा किञ्चित्? घटे घटस्य मृत्यु चक्र दण्ड यदि अस्ति तदा विद्यमान वस्तूनि प्राग अभाव घट प्राग अभाव भवति. बहु सम्यक् अस्ति भगिनि. यथा भगिन्या उक्तं घटस्य निर्माणस्य पूर्वं घटः नास्ति. घटस्य निर्माणात् पूर्वं घटः नास्ति. घटस्य अभावः अस्ति. यदि कोऽपि घटनिर्माणस्थले गच्छति चेत् तत्र घटनिर्माणस्थले मृद् चक्रं जलं दण्डादयः दण्डादीन् पश्यति सः. तद् दृष्ट्वा तेन अवगम्यते यत् ओ अत्र अग्रे घटः भवति इति. तादृशः अभावः वस्तुनः निर्माणात् प्राक् यद् भानं भवति वस्तु अधुना नास्ति अग्रे भवति इति तादृशः अभावः अस्ति प्रागभावः इति. प्रध्वंसाभावः इत्यस्य उदाहरणार्थं किं स्वीकृतमासीत् वदति वा? सन्ध्या भगिनी उक्तवती खलु इदानीम्, अथवा सरला भगिनी वा? सरला भगिनी. नश्यति पुनः मृत भवति घट अभावः भवति घट ध्वंस अभावः भवति इदानीं. हा, प्रध्वंसाभावः इत्युक्ते घटस्य उपरि बृहत् शिलाखण्डं पातयतु अथवा मुद्गरपातनेन हेमर् नीत्वा घटस्य ध्वंसं करोति चेत् तत्र घटस्य ध्वंसः भूत्वा अभावः निर्मीयते. तादृशः अभावः अस्ति प्रध्वंसाभावः इति. तर्हि अत्र उक्तमस्ति यस्य उत्पत्तिः नास्ति अर्थात् प्रागभो अभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः नित्यः पदार्थस्य प्रागभावः अपि नास्ति ध्वंसः अपि नास्ति इत्युक्ते सः पदार्थः नित्यः सर्वदा भवति इत्यतः इति उक्तं यस्य उत्पत्तिः वा ध्वंसः वा नास्ति तादृशः पदार्थः नित्यः अस्तु अग्रे पठतु महोदय न हि तस्य प्राग्भावः ध्वंसः वा वर्तते कस्य नित्य यदि आकाशः नित्यवस्तुः यदि आकाशः चेत् तस्य ध्वंसः न वर्तते न कर्तुं शक्यते सर्वदा अस्ति तद् विषयम् आकाशस्य उत्पत्तिः अपि न द्रष्टुं शक्नुमः प्रागभावः अपि नास्ति प्रध्वंसाभावः अपि नास्ति तादृशवस्तु नित्यः यथा आकाशः अस्तु अग्रे यस्य प्राग्भावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः किम् अवगतम् तस्य प्राग्भावः प्राग्भावः अथवा ध्वंस प्रतियोगभावः अपि नास्ति कस्मिंश्चेत् तद्वस्तु आकाशः चेत् सर्वदा अस्ति पूर्वमपि अस्ति अनन्तरमपि अस्ति इति अहम् अस्तु सः नित्यः इति पदार्थः किन्तु अनित्यः इति पदार्थः कीदृशः यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च अस्ति सः अनित्यः प्रतियोगित्वम् इति अत्र त्व इति प्रत्ययः तस्य स्थाने प्रतियोगिता इति अपि वक्तुं शक्नोति प्रागभावप्रतियोगिता अस्माभिः पूर्वमेव पठितं प्रतियोगितायाः विषये अधुना घटस्य प्रागभावः भवितुम् अर्हति तर्हि प्रागभावप्रतियोगिता कुत्र वर्तते घटे वर्तते हा घटस्य ध्वंसः भवितुम् अर्हति तर्हि प्रध्वंसाभावप्रतियोगिता कुत्र वर्तते घटे वर्तते अभावस्य विरोधः प्रतियोगिता नाम अभावस्य विरोधः घटाभावस्य विरोधः घटे वर्तते घटमानयामश्चेत् अभावः नास्ति इत्यतः घटे प्रतियोगिता वर्तते अभावस्य प्रति इति तर्हि अनित्यः इति वस्तु कीदृशः अत्र प्रतियोगितायाः विषये उक्त्वा वदति वा महोदय अनित्यः इति कीदृशः अनित्यः मीन् इत्युक्ते ध्वंस इति ध्वंसप्रतियोगित्वं कुत्र अस्ति तत्तु अनित्यः हा तत् अनित्यः घटः अस्ति घटस्य प्रागभावः भवति तर्हि घटे प्रागभावप्रतियोगिता भवति तर्हि घटः अनित्यः घटस्य ध्वंसः अपि भवितुम् अर्हति प्रध्वंसाभावः तर्हि प्रध्वंसाभावस्य कृते प्रतियोगिता घटे वर्तते इत्यतः घटः अनित्यः किन्तु आकाशः तथा नास्ति आकाशस्य प्रागभावः नास्ति ध्वंसाभावः पर्णिमहोदय कोऽपि ध्वनिः श्रूयते अस्तु आकाशस्य प्रागभावः वा ध्वंसाभावः वा न भवति इत्यतः आकाशे प्रागभावस्य प्रतियोगिता भवति वा न आकाशे ध्वंसाभावस्य प्रतियोगिता भवति वा न तर्हि इदं स्वीकृत्य प्रागभावप्रतियोगित्वम् अपि च ध्वंसप्रतियोगित्वं स्वीकृत्य नित्यानित्यस्य वर्णनम् अत्र दीयते यस्मिन् प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं सः अनित्यः यस्मिन् उभौ अपि नास्ति सः नित्यः इति एव भेदः नित्यानित्ययोः मध्ये. लौकिकभाषायां तु वयं यः सर्वदा अस्ति तादृशपदार्थः नित्यः इति वक्तुं शक्नुमः, किन्तु न्यायपरिभाषया तु अभावस्य प्रतियोगितां स्वीकृत्य भेदम् अत्र स्थाप्यते तैः नैयायिकैः. यस्य प्रागभावो नास्ति ध्वंसभावो नास्ति सः नित्यः, यस्य तादृशौ अभावौ भवितुमर्हतः सः अनित्यः इति. अत्र प्रश्नः अस्ति वा? अस्तु, केन केन आगतम् इदानीं पुनः नूतनतया केनापि आगतं वा? अस्तु, प्रिया भगिनी अग्रे पठति किम्? आं पठामि भगिनि. अनित्यपृथिवीरूपस्य घटस्य प्रागव अभावोऽपि भवति ध्वंसोऽपि, अतः प्रागभावप्रतियोगित्वं घटे ध्वंसप्रतियोगित्वम् अपि घटे. इदमेव घटे विद्यमानम् अनित्यत्वम्. एवम् अनित्यत्वे ज्ञाते तदभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. प्रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. इदमभावद्वयमेव नित्यत्वं. तद्युक्ता नित्या पृथिवी परमाणुरूपा निरूपिता. तस्यामपि अस्ति इदम् अभावद्वयमिति परमाणोः नित्यत्वम् आगतम्. अनित्या तु घटादिरूपा उक्तैव. किञ्चित् वदतु भगिनि, चर्चितमेव किन्तु वदतु पुनः. अस्तु, घटस्य प्रागभावः भवति ध्वंसभावः अपि भवति, अतः घटः अनित्यवस्तुः. प्रागभावः प्रतियोगित्वं घटे अस्ति, ध्वंसप्रतियोगित्वमपि अस्ति. घटे तु नित्यत्वम् अनित्यत्वम् अस्ति, अतः एव अभावद्वयम् अपि घटे अस्ति, अतः घटः अनित्यरूपः अथवा घटे अनित्यत्वम् अस्ति इति वक्तुं शक्नुमः. अनित्यत्वे अभावः अभावद्वयम् अस्ति चेत् अनित्यः अस्ति इति वदामः. तस्य विरोधः अस्ति नित्यवस्तुः. नित्यवस्तुः यस्य प्रागभावस्य अभावः अस्ति. प्रागभावप्रतियोगित्वस्य अभावः अस्ति अथवा ध्वंसप्रतियोगित्वस्य अभावः अस्ति. सः नित्यवस्तुः इति वक्तुं शक्नुमः. बहु सम्यक् अस्ति. अत्र अन्तिमवाक्यद्वयं पश्यन्ति चेत् प्रागभावप्रतियोगित्वस्य अभावः, न केवलं प्रागभावः, प्रागभावप्रतियोगित्वस्य अभावः यस्मिन्. यत्र प्रागभावः नास्ति तर्हि प्रागभावप्रतियोगिता अपि नास्ति. तदर्थम् अत्र उक्तं प्रागभावप्रतियोगित्वस्य अभावः इति. अपि च यत्र ध्वंसाभावः नास्ति तत्र ध्वंसप्रतियोगिता अपि नास्ति. तदर्थम् अत्र उक्तं ध्वंसप्रतियोगित्वस्य अभावः. एतादृशौ अभावौ इत्युक्ते प्रागभावप्रतियोगिताभावः ध्वंसप्रतियोगिताभावः, एतादृशौ अभावौ यत्र वर्तते तादृशः वस्तुः अस्ति नित्यः इति. इदम् अभावद्वयमेव नित्यत्वम्. इदमभावद्वयम् इत्युक्ते प्रतियोगितायाः अभावः, प्रागभावप्रतियोगितस्य अभावः ध्वंसप्रतियोगित्वस्य अभावः एव नित्यत्वं सूचयति वस्तुनाम्। अपि च पृथिव्यां पार्थिववस्तुषु तु परमाणुरूपा अस्ति नित्या, नित्या पृथिवी परमाणुरूपा इति निरूपिता। अत्र प्रश्नः अस्ति वा? अस्तु, अग्रे सरला भगिनी पठितुमिच्छति किम्? गन्धवती पृथ्वी, गन्धवत्वं पृथ्वी लक्षणम् इति अन्यो भेदनिरूपणम्। उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आधेयभावः, तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति अत्रादि शीतस्पर्शः आधेयः आपोजलम् अधिकरणम्। शीतस्पर्शे आधेयता तत् निरूपिता अधिकरणता जले, अधिकरणत आश्रयः जलम्, अधिकरणत आश्रयत्वं जले अस्ति समन्वयः। लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति उच्यते। अस्तु भगिनि, किञ्चित् प्रतिपादयतु, प्रारम्भतः पठितु। गन्धवती पृथ्वी इति ते गन्धवती विशेषण अस्ति पृथ्वीस्य, गन्धत्वं तस्य भाव अस्ति पृथ्वीस्य भाव गन्धत्वं, तस्य लक्षणं पृथ्वी लक्षणं गन्धत्वम् अस्ति। गन्ध पृथ्वी आधार भवति, लक्षणम् आधेय, लैक् यज्ञत्व आसनम् इस् पृथ्वी आधार एण्ड् यज्ञत्व यज्ञत्व इस् लक्षणम् इति भेद निरूपित निरूपं भवति। उभयविधपृथ्व्या गन्धरूपस्य लक्षणस्य च अस्ति आधार आधेयभावः। यदि अहं वयं पूर्वी उभयविध पृथिव्याः, उभयविध इत्युक्ते उभयविध इत्युक्ते लक्षस्य लक्षण न, उभयविध पृथिवी, पृथिवी पृथिव्याः द्वैविध्यमस्ति नित्या अनित्या इति। उभयविध पृथिव्याः गन्धरूप लक्षणस्य च अस्ति आधार आधेयभाव। अस्तु, अत्र अत्र किञ्चित् स्थगयामः। पृथिव्याम् अस्ति गन्धः, उभयविध विधपृथिव्याः अपि गन्धः पृथिव्याम् अस्ति, तर्हि पृथिवी पृथिवी किम् अस्ति तत्र? पृथ्वी आधार अस्ति तत्र, अथवा अधिकरणम् इति अपि वक्तुं शक्नुमः। गन्धः गन्धः आधेय, गन्धः आधेयः पृथिवी अधिकरणम् अधिकरणम्। अस्तु, इदानीम् आधेय आधारभावः वयं पूर्वमपि दृष्टवन्तः, तद् किञ्चित् निर्मातुं शक्नोति वा? पृथिव्याम् अस्ति किं, पृथिव्याम् अस्ति पृथिव्याम् अस्ति अधिकरणता, गन्धं गुण अस्ति गन्धे अस्ति आधेयता। तर्हि यथा सामान्यम् अस्माकं वाक्यमासीत् निष्ठा इत्यादिकम् उपयुज्य आधार आधेयभावः निर्मातुं वाक्यमासीत् खलु, तदा किञ्चित् वदतु। पृथ्वीनिष्ठ अधिकरणता निरूपिता आधेयता आश्रय गन्ध गन्धः बहु सम्यक् अस्ति, सत्यं गन्धात् आरभ्य गन्ध गन्धनिष्ठ आधेयता निरूपिता अधिकरणता आश्रय पृथ्वी, अधिकरणता आश्रयः पृथ्वी, सम्यक्। हा, तथा एव अत्र जलस्थले, तथा वे जलस्थले शीतलस्पर्शः अपां लक्षणम् इति अत्र अस्ति शीतस्पर्शः. पृथ्वी एव जले शीतलस्पर्श तस्य गुण अस्ति. सो जल जलनिष्ठ अत्र अत्र इदमपि इदमपि वक्तव्यमस्ति अत्र अपाम् इति अस्ति. अपाम् तत्तु नित्य नित्य बहुवचन अपाम् अस्ति. नित्य बहुवचनपदमस्ति अपाम् इति. क्षम्यताम् अपः इति तदर्थं षष्ट्याम् अपाम् इति. तर्हि अपां लक्षणं किम्? अपां लक्षणं शीतस्पर्शः. शीतस्पर्शः नाम जलस्य लक्षणमस्ति शैत्यं. प्रथमे पुटे एव अस्ति जले शैत्यम् इति अस्ति गुणः इति. तर्हि अपां लक्षणं शीतस्पर्शः इति उक्तम्. अस्तु अग्रे अत्रापि अत्रापि शीतस्पर्श आधेयः आपो जलम् अधिकरणं. सो आपः जलम् अधिकरणं शीतस्पर्श आधेय. सो जलं निष्ठ अधिकरणता निरूपता शीतस्पर्श आधेयता निरूपता आधेयता आश्रय शीतस्पर्श. पुनः एकवारं वदतु जले किमस्ति? जले अधिकरणता अस्ति. हा अधिकरणता. शीतस्पर्शे किमस्ति? शीतस्पर्शे आधेयता. आधेयता अस्ति. अस्तु इदानीं वाक्यनिर्माणं करोतु कृपया. जलनिष्ठ अधिकरणता निरूपिता शीत आधेयता आश्रय शीतस्पर्श. शीतस्पर्शात् आरभ्य शीतस्पर्शनिष्ठ आधेयता निरूपता जलनिष्ठ अधिकरणता. अधिकरणता इति अनयोः मध्ये आधार आधेयभावः स्थापितः. अस्तु अग्रे पठतु भगिनि. शीतस्पर्शे आधेयता तत् निरूपिता अधिकरणता जले अधिकरणता आश्रय जलम् अधिकरणता आश्रयत्वं जले अस्ति समन्वयः. जले भगिनी अतः वयं वदामः वै जले अधिकरणता अधेयता अधिकरणता आश्रयत्वं जले अस्ति समन्वयः. जले इति समन्वयः इत्युक्ते इति समन्वयसम्बन्धः अस्ति इति निष्कर्षः इति साधितमस्ति इत्येव. अधिकरण अधिकरणताश्रयत्वं जले अस्ति तथा एव. आधेयताश्रयः कः? आधेयताश्रय अधीयताश्रय जलस्य शीतस्पर्श. शीतस्पर्शः अधेयता. अस्तु आधेयता आधेयता इत्यस्य आधेयता इत्यस्मिन् आधेयता शीतस्पर्शे अस्ति इत्यतः आधेयताश्रयः शीतस्पर्शः. पुनः आधेयताश्रयः इत्यस्य भावः कः? त्वप्रत्ययः योजनेन किं साधितं भवति? आधेयता तस्य भाव आधेयत्वं शीतस्पर्शत्वं पृथित्वम् अस्ति अस्ति. अस्तु यथा वयम् उक्तवन्तः पुस्तकं पुस्तकत्वम् इति जातिः त्वप्रत्यययोजनेन पुस्तकत्वम् इति कश्चन धर्मः अस्ति पुस्तके इति. तथा एव अत्र उक्तमस्ति अधिकरणताश्रयः जलम् इति अधिकरणताश्रयः तस्मात् पदात् त्वं प्रत्ययः योजयामश्चेत् अधिकरण आश्रयत्वम् अधिकरणताश्रयत्वम् अधिकरणताश्रयत्वं कुत्र अस्ति जले अस्ति जले अस्ति यथा पुस्तके पुस्तकत्वं पृथिव्यां पृथिवीत्वं तथा एव अधिकरणताश्रयत्वं जले अस्ति आधेयतायाः आश्रयः कः आधेयता आश्रय शीतस्पर्शः गन्ध पृथिव्या गन्ध न अस्तु आधेयताश्रयः शीतस्पर्शः आधेयताश्रयः शीतस्पर्शः तर्हि शीतस्पर्शे कीदृशः धर्मः अस्ति शीतस्पर्शत्वम् अपि साधुः किन्तु आधेयताश्रयः इति उक्तं तर्हि तस्मात् पदात् त्वं प्रत्यययोजनेन किं भवति अन्य कोऽपि सहायं करोति वा आधेयताश्रयत्वम् अस्ति शीतस्पर्शे अधिकरणताश्रयत्वमस्ति जले तर्हि इदानीं वदन्तु प्रायः अजितमहोदय वदतु पृथिवी इति अस्ति पृथिव्यां गन्धः अस्ति खलु महोदय आं भगिनि मम कनेक्षन् किञ्चित् भ्रंशः अभवत् एकवारं पुनः प्रश्नं पृच्छति वा अत्र अत्र चर्चा अत्र चर्चा जायमाना आसीत् शीतस्पर्शः अपां लक्षणम् इति तर्हि जले अस्ति अधिकरणता जलम् अधिकरणं शीतस्पर्शः आधेयः जले अस्ति अधिकरणता शीतस्पर्शे अस्ति आधेयता एवम् अस्ति चेत् अधिकरणताश्रयः जलम् अस्ति अधिकरणाश्रयः पृथिवी अस्ति गन्धस्पर्शः गन्धस्पर्शः पृथिव्यां लक्षणम् इति सत्यं तर्हि अत्र अत्र प्रश्नः अस्ति कीदृशः धर्मः अस्ति पृथिव्याम् इति अधिकरणता अस्ति पृथिव्यां खलु आधेयता अस्ति गन्धे तर्हि पृथिव्यां कीदृशः धर्मः अस्ति त्वं प्रत्यययोजनेन किं भवति पृथिवीत्वम् अस्ति पृथ्वीत्वम् अस्ति तर्हि अस्तु भवान् एव पठतु अग्रिमवाक्य त्रयं भवान् एव पठतु शीतस्पर्शे इत्यस्मात् आरभ्य शीतस्पर्शाः अपां लक्षणम् इति अत्र एव अस्तु अग्रे पठतु शीतस्पर्शाः अपां लक्षणम् इति अत्रापि शीतस्पर्शाः आधेयः आपो जलम् अधिकरणं शीतस्पर्शे आधेयता तन्निरूपिताधिकरणता जले अधिकरणदाश्रयः जलम् अधिकरणदाश्रयत्वं जले अस्तीति समन्वयः लक्षणस्य इदं वाक्यम् अवगतं चेत् किञ्चित् वदतु शीतस्पर्शे आधेयता तदा गन्धस्पर्शे आधेयता गन्धस्पर्शेन गन्धे आधेयता गन्धे आधेयता तन्निरूपणाधिकरणता इदानीं केवलं शीतस्पर्शः जलम् इत्यस्य उदाहरणं स्वीकृत्य एव वदतु शीतस्पर्शे आधेयता अस्ति आधेयता आधेयतया निरूपित अधिकरणता कुत्र अस्ति आधेयता निरूपित अधिकरणता अधिकरणताश्रयः जलम् जलम् अस्ति अस्तु, अधिकरणताश्रयः जलम्, अग्रे पठतु, तर्हि किं साधितं तेन? अधिकरणाश्रयत्वं जले अस्ति इति अवगच्छति वा? अधिकरणताश्रयः जलं, तर्हि अधिकरणताश्रयः इत्यस्मात् त्वम् इति प्रत्ययं योजयतु. पृथ्वीत्वं, पुस्तकत्वं, भाववाचकतद्धितप्रत्ययाः, तल् प्रत्ययः, त्वं प्रत्ययः अथवा श्यन्. यथा सुन्दरता, तल् प्रत्यययोजनेन सुन्दरता इति भावः निष्पन्नः, भाववाचकपदं निष्पन्नम्. त्वं योजनेन सुन्दरत्वम् इति भाववाचकपदं निष्पन्नम्. श्यन् प्रत्यययोजनेन सौन्दर्यम् इति पदं निष्पन्नम्. तथा एव अधिकरणताश्रयः इत्यस्मात् त्वं योजनेन किं निष्पन्नं भवति? त्वं योजनेन अधिकरणाश्रयत्वम्. अधिकरणताश्रयत्वं, हा, अधिकरणताश्रयत्वं कस्मिन् अस्ति? अधिकरणाश्रयत्वं पृथ्वी, जले अस्ति, जले, जले, अधुना जले अस्ति. आधेयतायाः आश्रयः कः? शीतलस्पर्शे अस्ति. आधेयताः आश्रयः शीतस्पर्शः. तर्हि आधेयताश्रयः कः? आधेयताश्रयः शीतस्पर्शः. आधेयताश्रयः इति उक्तं खलु, तस्मात् त्वं योजयतु. आधेयताश्रयत्वं कुत्र अस्ति? आधेयताश्रयत्वं शीतस्पर्शे अस्ति. हा, बहु सम्यक्. अस्तु, इदानीं यथा जले शीतस्पर्शः आसीत्, अपि च अधिकरणताश्रयत्वम् इत्यादिकम् उक्तं, तर्हि इदानीं वदतु, पृथिव्यां कः अस्ति, लक्षणं किं पृथिव्याः? गन्धवती पृथिवी. तर्हि लक्षणं किं पृथिव्याः? पृथिव्याः लक्षणं गन्धः. गन्धः. तर्हि गन्धे कीदृशः धर्मः अस्ति? गन्धे आधेयताश्रयत्वम्. सत्यं, गन्धे आधेयताश्रयत्वं. पृथिव्यां? पृथिव्याम् अधिकरणताश्रयत्वम्. अधिकरणताश्रयत्वम् इति कश्चन अभ्यासः, त्वं प्रत्यययोजनेन किं निष्पन्नं भवितुमर्हति इति. अस्तु, अत्र साधितमस्ति यत् अधिकरणताश्रयत्वं जले अस्ति इति साधितम्. अग्रे पठतु महोदय. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते. परन्तु सङ्ग्रहे. इदं वाक्यम् अवगतं वा? लक्षणस्य लक्ष्ये. लक्षणस्य लक्ष्ये विद्यमानत्वम्. अस्तु, गन्धवती पृथिवी. गन्धवती पृथिवी तत्वाजगे गन्धः लक्षणं, पृथिवी लक्ष्यम्. सो लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं अधिकरणाश्रयत्वं पृथिव्ये समन्वयः इति वदाम. अस्माकं यथा निष्कर्षः जातः अधिकरणताश्रयत्वम् इति, तथा एव लक्षणस्य लक्ष्ये इत्युक्ते गन्धत्वं लक्ष्ये पृथिव्यां यदस्ति, तद् यद्वाक्यं वर्णयति सः समन्वयः इति उच्यते. यथा गन्धत्वं पृथिव्याः लक्षणम् अथवा गन्धवत्वं पृथिव्याः लक्षणं, तादृशं वाक्यं समन्वयः इति उच्यते. अधुना अस्तु, अधुना कश्चन अभ्यासः भवतु. अधोभागे पृथ्वी अस्ति, अधोभागे पृथ्वी अस्ति, तस्मात् उपरि गन्धः अस्ति. गन्धे कीदृशं कीदृशः धर्मः अस्ति? गन्धत्वम्. गन्धत्वं भगिन्या यदुक्तं सत्यमेव. गन्धे गन्धत्वम् इति अस्ति. अधोभागे पृथ्वी, तस्मात् उपरि गन्धः, तस्मात् उपरि गन्धत्वम् इति अस्ति. पृथिव्याः वर्णनं कथम् आसीत् भगिनि? अन्य कोऽपि अपि वदतु, पृथिव्याः वर्णनं कथम् अस्ति अत्र? गन्धवती. गन्धवती पृथिवी. गन्धवती इत्युक्ते तत्र मतुप् इति प्रत्ययः. गन्धवती पृथिवी, मतुप् प्रत्यययोजनेन अधः गच्छामः, त्वा प्रत्यययोजनेन उपरि गच्छामः. प्रथमं भूतल गन्ध पृथिवी अस्ति, तस्मात् उपरि गन्धः अस्ति. अस्तु, पृथिव्याः निरूपणार्थं मतुप् प्रत्ययः. अस्तु, राधिका भगिनी मतुप् प्रत्ययस्य उदाहरणं किञ्चित् ददाति वा? गन्धवती पृथिवी इति आसीत्, यतोहि पृथिवी स्त्रीलिङ्गे अस्ति. क्षम्यतां भगिनि, इदानीं गन्धत्वम् अस्ति तद् न पृथिवी. एकनिमिषं, पृथिवी अस्ति अधोभागे, तस्मात् उपरि गन्धः, गन्धस्य उपरि गन्धत्वम् इति गन्धस्य धर्मः अथवा भावः गन्धत्वम् इति अस्ति. अस्तु, पृथिव्याः विवरणमस्ति गन्धवती पृथिवी. तत्र प्रत्ययः कः? मतुप्रत्ययः. पृथिवी स्त्रीलिङ्गपदं, तर्हि बुद्धिमती यथा तथा गन्धवती इति मतुप्रत्ययः. तथा एव नपुंसकलिङ्गे पुल्लिङ्गे उदाहरणम् उच्यते किम्? यदि अहं वदामि जलं शीतस्पर्शः, शीतस्पर्शवत् जलम्. सम्यक् अस्ति. मतुप्रत्ययः पुनः तत्र जलस्य विवरणार्थं, जले शीतस्पर्शः अस्ति, तर्हि शीतस्पर्शवत् जलम् इति मतुप् इति प्रत्ययः. अधोगमनार्थं मतुप् प्रत्ययः, उपरि गमनार्थं त्वम् इति प्रत्ययः, त्व अथवा तन् प्रत्ययः, भाववाचकप्रत्ययः उपरि गमनार्थं. मनसि एकं चित्रं भवतु, अधोभागे पृथिवी, तस्य उपरि गन्धः, गन्धस्य उपरि गन्धत्वम्. उपरि गमनार्थं भाववाचक त्वं वा तल् वा प्रत्ययाः, अधोगमनार्थं पृथिव्याः निरूपणार्थं वा भूतलस्य निरूपणार्थं जलस्य निरूपणार्थं गन्धवती पृथिवी अथवा गन्धवत् जलम्. वृक्षः इति पुल्लिङ्गपदम् अस्ति चेत्? वृक्षस्य निरूपणं, वृक्षे गन्धः अस्ति इति मया वक्तव्यमस्ति मतुप् उपयुज्य, तदा किं भवति? गन्धवान् वृक्षः. गन्धवान् वृक्षः, सम्यक्. अस्तु, तर्हि मतुप् इति प्रत्ययः सर्वे जानन्ति इति मन्ये. बुद्धिमान्, बुद्धिमती, बुद्धिमत्, तथा एव गन्धवान्, गन्धवती, गन्धवत् इति मतुप् योजनेन यथा चित्राणि अस्माभिः निर्मितमासीत् वर्गे अपि, तद् किञ्चित् स्मरन्तु. अधोभागे पृथिवी अस्ति, तस्य उपरि गन्धः, गन्धस्य उपरि गन्धत्वम् इत्युक्ते गन्धत्वम् अस्ति गन्धे इति अवगम्यते वा? अधुना रागिणी भगिनी, गन्धत्वम् इत्यस्मात् अधोगमनार्थं कः प्रत्ययः भवति? अधोगमनार्थं मतुप्रत्ययः. मतुप्रत्ययः. गन्धत्वं गन्धः पृथिवी. इदानीं गन्धत्वात् अधोगमनार्थं मतुप् योजयतु गन्धस्य निरूपणार्थं. गन्धत्ववान् गन्धः बहु सम्यक् गन्धत्ववान् गन्धः इति अस्ति खलु आम् हा ततः अधोगमनार्थं गन्धत्ववती पृथ्वी गन्धत्ववान् गन्धः इति गन्धस्य गन्धत्ववान् गन्धः गन्धत्ववती पृथ्वी गन्धवती पृथ्वी ओ गन्धवती पृथ्वी अस्तु इदानीं गन्धत्ववान् गन्धः इति उक्तवती गन्ध पृथ्वी अस्ति गन्धवती खलु पृथ्वीतः उपरि गमनार्थं किं योजयति भगिनी चिन्तयतु तर्हि पृथिव्यां कीदृशः स्वभावः अथवा धर्मः अस्ति गन्धवती इत्यस्य भावः कः गन्धत्वं गन्धवतीत्वं गन्धवती इत्यस्मात् केवलं स्त्रीलिङ्गभागं निष्कासयतु गन्धवत् इत्येव स्वीकृत्य उपरि गमनार्थं प्रत्ययं योजयतु तदा किं भवति गन्धवत् पृथ्वी गन्धवती पृथ्वी अस्तु गन्धवती पृथ्वी गन्धवती पृथ्वी तर्हि पृथिव्यां गन्धः अस्ति इत्यतः गन्धवती पृथ्वी इदानीं गन्धवत् इति पृथिव्याः विशेषणमस्ति तस्मात् उपरि गमनार्थं मतुप्योजनेन किं भवति गन्धवत् प्लस् मतुप् त्वं योजयतु क्षम्यताम् एकस्तरे हा गन्धवत्वं गन्धवत्वम् अवगच्छति वा पृथिवी गन्धवत्वं सत्यं गन्धवत्वं पृथिव्याः लक्षणम् अवगम्यते वा आम् अस्तु नीता भगिनी यद् किमपि उक्तं मया भवती स्वस्य वाक्यैः किञ्चित् वदति एवं चिन्तयित्वा अधोभागे पृथ्वी तस्य उपरि गन्धः तस्मात् उपरि गन्धत्वम् इति चिन्तयित्वा अभ्यासः भवति पृथिवी गन्धत्वं गन्धवती गन्धवती पृथिवी इति पृथिव्याः निरूपणम् अस्तु अस्तु तर्हि गन्धवती पृथिवी इति पृथिव्याः निरूपणं चेत् पृथिव्यां कीदृशः धर्मः अस्ति यदाहं वदामि बुद्धिमान् बालकः इति वदामि इति चिन्तयतु अथवा बुद्धिमती बालिका बालिकायां कीदृशः गुणः अस्ति इति पृष्टे तदा उपरि गमनार्थं गुणः अथवा भावस्य निरूपणार्थम् अहं किं करोमि बुद्धिमती बालिका इति विशेषणविशेषभावः समानस्तरे समानस्तरे सः ते पदे समानस्तरे बुद्धिमती बालिका किन्तु बुद्धिमत्यां बालिकायां कीदृशः गुणः इति अहं पृच्छामि चेत् तदा तस्य भावः वक्तव्यं भवति गुणस्य भावः कः बुद्धिमति इति निष्कासयतु केवलं बुद्धिमत् इति प्रातिपदिकं स्वीकृत्य तत्र त्वं योजनार्थं बुद्धिमतित्वं बुद्धिमत्त्वं बुद्धिमत्त्वम् अस्तु इति उपरि गमनार्थं बालिका तस्य उपरि बुद्धिः तस्य उपरि बुद्धित्वं तर्हि बुद्धिमती बालिका इति वाक्यमस्ति चेत् तस्य उपरि गमनार्थं बालिकायां कीदृशः गुणः इति पृष्टे सति किं भवति एकनिमिषं किञ्चित् शनैः वदति वा अहं स्पष्टतया लिखामि अस्तु तस्य बुद्धिः तस्य उपरि बुद्धित्वं बुद्धित्वं त्रयः स्तरः बालिका बुद्धिः बुद्धित्वम् इति त्रयः स्तरः इदं मनसि स्थापयन्तु उपरि गमनार्थं त्व अथवा तल् प्रत्ययः उपरि गमनार्थं नाम गुणस्य वदनार्थम् अथवा भावस्य वदनार्थं त्व अथवा तल् प्रत्ययः अधः गमनार्थं मतुप् अधः गमनार्थम् इत्युक्ते कस्मिन् किम् अस्ति कस्मिन् कीदृशः गुणः अस्ति इति वदनार्थं मतुप् प्रत्ययः बुद्धिः तस्मात् उपरि गत्वा बुद्धित्वम् इति गुणः अथवा धर्मः स्वभावः बुद्ध्याः बालिकायां किम् अस्ति इति वदनार्थम् इत्युक्ते अधो गमनार्थं मतुप् योजनम् बुद्धिमती बालिका इति इदानीं बुद्धिमती बालिका इति उक्त्वा अहं पृच्छामि बुद्धिमत्यां बालिकायां कीदृशः गुणः इति तदा भवती उपरि गच्छति वा अधो गच्छति वा अधः गच्छति उपरि गच्छति अवगम्यते वा हा तर्हि इदानीं वदतु भगिनि तर्हि बालिकायां कीदृशः गुणः बालिका उपरि बुद्धिः बुद्धित्वं बुद्धिमती बालिका अन्येन केनापि उक्तम् आसीत् वदन्ति वा बुद्धिमत्त्वं खलु बुद्धिमत्त्वं अवगच्छति वा भगिनि बुद्धिमती बालिका बुद्धिमत् प्लस् उपरि गमनार्थं त्वं बुद्धिमत्त्वम् अस्तु बुद्धिमत्त्वम् इति यत् पदमस्ति तत् पदं बुद्धिः इत्यस्य स्तरे भवति उपरि गमनार्थं त्वं तर्हि बालिका बुद्धिः बुद्धित्वम् इति उक्तवती बुद्धिमत्त्वम् इति बुद्धेः स्तरे भवति उपरि गमनार्थं त्वं योजयित्वा तर्हि बुद्धिमत्त्वं बालिकायाः लक्षणम् इति उक्तं तथा एव अन्य कोऽपि प्रयत्नं करोतु सन्ध्याभगिनी अस्ति वा भगिनि हा इदानीं पृथिव्याः उपरि गन्धः गन्धस्य उपरि गन्धत्वं गन्धवती पृथिवी इति अहं वदामि चेत् तत्र पृथिव्यां कीदृशः गुणः अस्ति गन्धवत्वम् इति गुणः गन्धवत्वं बहु सम्यक् पृथिवी गन्धवती पृथिवी उपरि गमनार्थं गुणस्य निर्देशार्थं मतु क्षम्यतां त्वं योजनं त्वं योजनेन गन्धवत् प्लस् त्वं गन्धवत्वं तर्हि गन्धवत्वम् इति पृथिव्याः लक्षणम् इति उच्यते न्यायपरिभाषया गन्धवत्वं पृथिव्याः लक्षणम् इति वदनं भवति लौकिकभाषायां गन्धवती पृथिवी स्यात् इति अवगतं वा सर्वैः तर्हि भगिनि यदि पृथिव्याः लक्षणं गन्धः इति वदामश्चेत् अपि लौकिकवाक्यमेव भवति सत्यं वा सत्यं सत्यम् अस्तु गन्धवत्वं पृथिव्याः लक्षणम् इति न्यायपरिभाषया अत्र अत्र अन्यत् अपि पश्यन्तु गन्धवती पृथिवी इति वदने पृथिवी इत्यस्य विभक्ति का गन्धवती इत्यस्य विभक्ति का प्रथमाविभक्ति यत् पदं प्रथमाविभक्त्यां भवति तस्य निर्देशः भवति किल यं कमपि पदार्थं स्वीकृत्य तद्वदं वक्तुमिच्छामः सः वृक्षः तत् पुस्तकं तस्य प्रथमाविभक्ति किन्तु अत्र अस्माकम् उद्देशः अस्ति लक्षणस्य निर्देशः भवतु इति गन्धवत्वं पृथिव्याः लक्षणम् इत्यस्मिन् वाक्ये प्रथमाविभक्ति कस्याः अथवा कस्य लक्षणम् अस्तु अनन्तरं गन्धवत्वं पृथिव्याः लक्षणं गन्धवत्वम् इत्यस्य प्रथमाविभक्ति तस्य निर्देशः अपेक्षितः लक्षणं किम् इति वदनार्थं तदर्थं तत्पदं प्रथमाविभक्त्यां भवतु इति कृत्वा गन्धवती इति गन्धवती पृथिवी इति वाक्यस्य अपरस्यां रीत्या एव वदनं गन्धवत्वं पृथिव्याः लक्षणम् अवगतम् प्रश्नाः सन्ति वा कस्यापि भगिनी भवती उक्तवती पृथ्वी अधोभागे गन्ध तस्य उपरि तस्य उपरि गन्धत्वं रैट् सो गन्धवती पृथ्वी गन्धपृथिव्या लक्षणं गन्धत्वस्य उपरि गन्धत्वं समानः एकनिमिषः गन्धवत्वं न तु गन्धत्वं गन्धवती पृथिवी एकस्मिन् स्तरे सर्वस्मात् अधोभागे गन्धवती पृथिवी इति वाक्यं स्थापयतु तस्मात् उपरि गमनार्थं त्वयोजनं तदा गन्धवत् प्लस् त्वं गन्धवत्वम् इति निर्मीयते गन्धवत्वम् अपि च गन्धः एकस्मिन् स्तरे स्तः अस्तु तदर्थं गन्धवत्वं पृथिव्याः लक्षणम् इति वक्तुं शक्नुमः अथवा गन्धवती पृथिवी इति वक्तुं शक्नुमः गन्धत्वम् इति गन्धस्य धर्मः अथवा गन्धस्य गुणः पुनः उपरि गमनार्थं गन्ध इत्यस्मात् उपरि गमनार्थं पुनः त्वं योजनेन गन्धत्वम् इति गन्धस्य गुणः अथवा भावः प्राप्यते किन्तु गन्धवती पृथिवी इत्यस्मात् उपरि गमनार्थं गन्धवत् प्लस् त्वं योजनं गन्धवत्वम् इति प्राप्यते अवगतम् अवगतम् अस्तु कस्य क्रमः रागिणी भगिनी पठितवती वा एकनिमिषम् परन्तु सङ्ग्रहे इति अस्मात् आरभ्य पठतु परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति इत्येव मया उक्तम् अधुना गन्धवती पृथिवी शीतस्पर्शवत्यः आपः तत्र विभक्तयः काः इति वदतु भगिनि गन्धवती पृथिवी तत्र प्रथमा विभक्तिः अस्ति गन्धवती अपि पृथिवी अपि शीतस्पर्शवत्यः आपः तत्र आपः बहुवचने नित्य बहुवचनम् अस्ति अतः तत्र अपि प्रथमा विभक्ति एव शीतस्पर्शवती तस्य बहुवचनं शीतस्पर्शवत्यः यतोहि आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति यथा नीमति गौः इति लौकिकव्यवहारः यथा वा नीलः घटः इति व्यवहारः अत्र तु केवलं विशेषणविशेष्यभावः सास्नावती अथवा सास्नादिमती गौः विशेषणविशेषभावः प्रथमविभक्त्यां स्तः उभे अपि पदे नीलः घटः तथा अस्ति. किन्तु अस्माकं लक्ष्यं किम्? अस्माकं लक्ष्यम् अथवा उद्देशः अस्ति कस्य निरूपणं, कस्य निर्देशः? गौः शब्दस्य निरूपणं. गौः इति लक्ष्यः, तस्य निरूपणम् अत्रैव जातं. सस्नादिमती गौः, सस्नादिमती, तत्तु लौकिकव्यवहारः. किन्तु अस्माकम् उद्देशः भवति लक्षणस्य निरूपणं, लक्षणं प्रथमाविभक्त्यां भवतु इति. अत्र लक्षणं प्रथमाविभक्त्यां नास्ति, सास्ना इति लक्षणं, किन्तु तत्तु सास्नादिमती गौः इत्यस्य गोः निरूपणार्थं गतं पदं. सास्नायाः निर्देशः स्वयं नास्ति अत्र. अङ्गीक्रियते वा सर्वैः? अवगच्छन्ति वा? पुनः तद् भगिनि, गन्धवती पृथिवी इत्यस्मिन् पृथिवी प्रथमाविभक्त्यां, सास्नादिमती गोः इत्यस्मिन् गोः प्रथमाविभक्त्यां, शीतस्पर्शवत्यः आपः आपः प्रथमाविभक्त्यां, तत्र सर्वत्र प्रथमाविभक्त्यां यत् पदं तस्य निर्देशः जातः न तु साक्षात् लक्षणस्य, केवलं लक्ष्यस्य जातः निर्देशः. लक्षणमस्ति गन्धः, किन्तु गन्धस्य निर्देशः न, पृथिव्याः निर्देशः जातः गन्धवती पृथिवी इति उक्त्वा. आपः इति लक्ष्यं, शीतस्पर्शः इति लक्षणं, शीतस्पर्शवत्यः आपः इत्यनेन लक्ष्यस्य एव निर्देशः न तु लक्षणस्य इति लौकिकव्यवहारः. सास्नादिमति गौः वा अथवा नीलः घटः तथा. प्रश्नः अस्ति भगिनि. इदानीं तु गन्धवती पृथिवी, परन्तु किमर्थं नीलवान् घटः न उक्तवन्तः? ओ, इत्युक्ते अत्र नीलः घटः इति किमर्थम् अस्ति इति. आम् आम्, तदपि वक्तुं शक्नोति नीलरूपवान् घटः इति. नीलरूपवान् रूपम् अत्र आगच्छति किम्? चतुर्विंशतिगुणाः आसन् खलु, रूपगन्धस्पर्श इत्यादिकं. आम्, तस्मिन् नीलवर्णः इति रूपम् इत्यस्मिन् अन्तर्भूतः भवति, तदर्थं नीलरूपवान् घटः इति उक्तवती. भवती नीलवान् घटः इति वदति चेदपि प्रायः साधु एव, किन्तु कीदृशः गुणः घटे अस्ति इत्यस्य इति उक्त्वा घटस्य निरूपणं करणे नीलरूपवान् घटः. तत्रापि घटः पुनः प्रथमविभक्त्यां, घटस्य निर्देशः जातः न तु साक्षात् लक्षणस्य, लक्ष्यस्य एव. लौकिकव्यवहारे तादृशः भवति निर्देशः, परन्तु न्यायिकानां व्यवहारे कथं भवति इति अग्रे पठतु भगिनी, रागिनी भगिनी. परन्तु न्यायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वतलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. अस्तु, किञ्चित् प्रतिपादयतु भगिनि. अस्माकं लौकिकव्यवहारः अस्ति तत्र, अग्रे पठितवती गन्धवती पृथिवी शीतस्पर्शवत्यः आपः, तत्र सर्वं प्रथमा विभक्त्याम् अस्ति. अत्र नैयायिकव्यवहारे लक्षणवाचकपदं यत् अस्ति तत्र त्वल् आदि भाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदस्य षष्ठी षष्ठीविभक्तिः भवति, यथा पृथिव्या गन्धवत्वं पृथिव्याः लक्षणं तत्र षष्ठी पृथिव्याः षष्ठी विभक्त्याम् अस्ति गन्धवत्वं तत्र पृथिवी किम् अस्ति तत्र पृथिवी लक्ष्यम् अस्ति हा तदर्थमेव उक्तं लक्ष्यवाचकपदोत्तरं षष्ठी इति पृथिव्याः षष्ठी विभक्ति अस्तु लक्षणवाचकपदस्य किं किं लक्षणवाचकपदस्य का गतिः लक्षणवाचकस्य प्रथमा विभक्ति प्रथमा विभक्ति किं कृत्वा प्रथमा विभक्ति कः प्रत्ययः युङ्क्तः तत्र ओ तत्र त्वल् त्वल् त्वत् त्वलादिभाववाचक प्रत्ययः त्वा अथवा तलादिभाववाचकप्रत्ययं कृत्वा लक्षणवाचकस्य गन्धवत्वम् इति निर्देशः जातः लक्षणस्य निर्देशार्थं त्व त्वल् इत्यादिकं कृत्वा गन्धवत्वम् इति कृत्वा पृथिवी इत्यस्य षष्ठी पृथिव्याः इति कृत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति उच्यते नैयायिकैः इति सारांशः भगिनि तल् प्रत्ययस्य उदाहरणं पुनरेकवारं वदति वा सुन्दरता इति वा सुन्दरता प्रतियोगिता अस्तु तर्हि अत्र गन्धता इति भवेत् वा गन्धता इति न भवती एव चिन्तयतु गन्धवत्वं तर्हि तल् योजनेन गन्धवत् प्लस् त्वं तल् योजनं कथं भवति गन्धवत्वं न गन्धवत् प्लस् त्वं गन्धवत्वं तत्तु त्वा प्रत्ययः तल् योजयतु इदानीं भवती एव तल् योजयतु न स्फुरति मनसि गन्धव यथा यथा प्रतियोगिता सुन्दरता सुन्दर प्लस् तल् सुन्दरता तर्हि गन्धवत् प्लस् तल् गन्धवती न गन्धवत्ता तकारद्वयं यथा गुणवत्ता वसत्ता यथा हा हा किं सत्ता सत्ता अपि तत्र तल् प्रत्ययः सत्यं सत्यं सत् इत्यस्य भावः सत्ता तथा गन्धवत् इत्यस्य भावः गन्धवत्ता इत्यादिकं भवति तर्हि गन्धवत्वं पृथिव्याः लक्षणम् इति उच्यते नैयायिकानां भाषया लक्षणवाचकस्य प्रथमा विभक्ति भवति इति अवगम्यते वा प्रतियोगिता तल् कस्य पदं तल् योजतु प्रतियोगी प्रतियोगी प्रतियोगी प्लस् त्वं प्रतियोगित्वं प्रतियोगी प्लस् तल् प्रतियोगिता यथा सुन्दरः प्लस् त्वं सुन्दरत्वं सुन्दरः प्लस् तल् सुन्दरता भाववाचकपदम् अस्तु अग्रे सन्ध्या भगिनी पठति वा तेषाम् अयम् आशयः लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम् प्रथमान्तपदैः सास्नादिमती गन्धवती शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः सास्नादिमती का गौः गौरेव गन्धवती का पृथिवी एव शीतस्पर्शवत्यः काः आपः एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि आधाराधेयभावः न बुध्येत अतः तद् ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात् अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः अस्तु भगिनि, किञ्चित् प्रतिपादयतु. तेषाम् अयमाशयः इत्यतः तत्र यदि तत्र सास्नादिमति गन्धवती शीतस्पर्शवत्यः इति पदानि भवन्ति, तानि पदानि प्रथमान्तपदानि भवन्ति, तैः पदैः केवलं तत्र लक्ष्यस्य एव प्रतिपादनं भवति. लक्ष्यः एव निर्देश्यते, न तु लक्षणम्. लक्ष्यस्य एव निर्देशः भवति तत्र. परन्तु यदि तत्र लक्षणस्य विषये वक्तव्यमस्ति तर्हि तत्र लक्षणवाचकपदमपि यदि प्रथमाविभक्तौ एव भवति तर्हि तत्र आधाराधेयभावः यत्र लक्ष्यस्य लक्षण लक्ष्यलक्षणयोः च यद् आधाराधेयभावः यः अस्ति तद् यदि लक्षणे लक्षणवाचकपदस्यापि लक्ष्यवाचकपदस्यापि एका समाना एव विभक्तिः अस्ति, यथा उदाहरणार्थं प्रथमा विभक्तिः, तर्हि एषः भावः स्पष्टतया न ज्ञायते. अतः तत्र भिन्ना विभक्तिः तत्र आवश्यकी इति तात्पर्यम्. तदेव अस्ति भगिनि, बहु सम्यक् अस्ति. अत्र लक्ष्यवाचकपदस्य या विभक्ति तत् समानविभक्तिकं लक्षणमपि भवति चेत् तत्र आधाराधेयभावः यथा वयं चर्चितवन्तः तत् स्फुटः न भवति, स्पष्टः न भवति. इत्यतः अत्र किं कृतमस्ति लक्षणवाचकपदस्य तत्र मतु प्रत्ययः वा तत्र किं वदामः तत्र भाववाचकम् इति पदं कृतमस्ति लक्षणवाचकस्य पदस्य. हा, मतु प्रत्ययवत् भवति, गन्धवत् इति भवति, मतु प्रत्यय तु अस्ति. मतु प्रत्ययेन सह किं योजितमस्ति? मतु प्रत्ययेन सह तत्र अथवा प्रत्ययः नो चेत् तल् प्रत्ययः आगच्छति. आगच्छति, बहु सम्यक्, तथैव अस्ति. लक्षणवाचकपदस्य स्पष्टतया धर्मबोधः अथवा लक्षणवाचकपदस्य एव बोधः भवतु इति कृत्वा यः मतु प्रत्यययुक्तं पदं भवति ततः पुनः भाववाचकपदं भावप्रत्ययः उपयुज्य निर्मीयते इत्येव सारांशः यथा भगिन्या उक्तम्. अवगच्छन्ति वा सर्वे? तर्हि मतुब् भावप्रत्ययः नास्ति वा, भाववाचकप्रत्ययः नास्ति वा, केवलं त्वा वा तल् एव? त्वा वा तल् एव, मतुब् तु अस्मिन् अस्य वा इत्यस्य अर्थे. अस्तु. धनवान् यस्य धनः सः धनवान्, यस्मिन् बुद्धिः सः बुद्धिमान् इति मतुप्. अस्तु. गन्धवती पृथिवी, यस्मिन् यस्यां गन्धः सा गन्धवती. तर्हि गन्धवती इति मतुपन्तप्रत्ययः मतुपन्तपदमस्ति, तस्मात् पदात् पुनः त्वं वा तल् वा योजनेन गन्धवत्वम् इति स्पष्टतया धर्मबोधः भवति. धर्मबोधः नाम लक्षणस्य बोधः भवति इति कृत्वा मतुपन्तात् पुनः भावप्रत्ययः कार्यः भवति. अस्तु वा? अस्तु, नीता भगिनी अग्रे पठति किम्? तथा च गन्धवती प्लस् त्व इक्वल्स् गन्धवत्व इति पदं भवति. तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते. स च भावः गन्धसमानकक्ष्यः भवति. अतः गन्धवत्वं इत्यस्य गन्धः एव अर्थः. अतः एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति. गन्धः प्लस् मतु प्लस् त्व इक्वल्स् गन्धः. शीतस्पर्शः प्लस् मतु प्लस् त्व शीतस्पर्शः. सास्ना प्लस् मतु प्लस् त्व सास्ना. तथा च अत्र तथा च गन्धवती प्लस् त्व इक्वल्स् गन्धवत्व इति पदं भवति. इदानीं गन्धवत्वम् इति लक्षणम् अस्ति. तद् तत्र मतु प्रत्ययः योजनीयम्. गन्धः ततः मतु पुनः त्व गन्धवत्वम् इति पदम्. द्वितीयं वाक्यं पठतु. तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते. इदानीमेव भवती उक्तं तद् भावः बोध्यते. भाववाचकपदः भावः बोध्यते. धर्मः स्पष्टतया बोध्यते तेन पदेन. स च भावः गन्धसमान समानकक्ष्यः भवति. गन्धसमानकक्ष्यः इत्युक्ते अधोभागे टिप्पणी अस्ति, पठतु. ओ सेम् फ्लोर् अस्तु. सेम् फ्लोर् चित्रं पश्यन्ति वा सर्वे? सेम् फ्लोर् इति किमर्थम् उक्तम् इति. पृथ्वी इति अधोभागे, तस्मात् उपरि, तस्मात् कक्ष्यात् उपरि गन्धः इति उपरि भागे अस्ति. अस्तु, यथा उक्तवती, उपरि गमनार्थं मतुप् उपरि गमनार्थं त्व अधोगमनार्थं मतुप्. तर्हि गन्धवती पृथ्वी, तस्य उपरि गन्धः अस्ति. इदानीं गन्धवती पृथ्वी इत्यस्मात् उपरि गमनार्थम् अहं किं करोमि? गन्धवती प्लस् मतुप् प्लस् पृथ्वी इति वदामिश्चेत् गन्धवत्वम् इति भवति. गन्धवत्वम् इति कस्य स्तरे अस्ति? उपरि. कस्य स्तरे? समानकक्षः. कस्य समानकक्षः? गन्धस्य. पृथ्वीतः उपरि गमनार्थं त्वयोजनेन गन्धस्य समानस्तरे भवति गन्धवत्वम् इति पदम्. तदर्थं गन्धवत्वम् ईक्वल् टु गन्धः इति उक्तमस्ति तत्र. तर्हि यद् उपरि उक्तमस्ति पूर्वं लौकिकवाक्यमनन्तरं तत्र न्यायवाक्यम् इति, तर्हि द्वयोः तत्र समानत्वं दर्शयति अस्मिन् चित्रे. हा सत्यं भगिनि, तथा एव अस्ति. गन्धसमानकक्षः एव अस्ति. यद् भाववाचकपदं निष्पन्नं भवति तत्तु गन्धसमानकक्षः एव भवति. यद्यपि लौकिकभाषायां नायायिकानां भाषायां वदनशैलीः भिद्यते, तथापि सारांशः तु अयमेव, गन्धवती पृथिवी अथवा गन्धवत्वं पृथिव्याः लक्षणम् इति समान अर्थः उभयोः. परन्तु एकत्र धर्मस्य उपरि अवधानं, गन्धवत्वम् इत्यस्य उपरि अवधानम्, अपरत्र लक्ष्यस्य उपरि अवधानं भवति पृथिव्याः उपरि, गन्धवती पृथिवी. अवगतं वा? अस्तु, अग्रे पठतु नीता भगिनी. अतः अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. अतः एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति. मत्वर्थीयात् भावप्रत्ययः मतुपर्थीयात् इत्युक्ते गन्धवति मतुपर्ति. तस्मात् भावप्रत्ययः योजनेन पुनः कुत्र गमिष्यति तत् प्रकृत्यर्थं गमिष्यति इत्युक्ते लक्षणस्य समानस्तरे एव गमिष्यति. गन्धः भवतु शीतस्पर्शः भवतु सास्ना भवतु यत्किमपि भवतु लक्षणं तस्य समानस्तरे एव पुनः गामयति. एतादृशी प्रक्रिया मत्वर्तीयात् भावप्रत्ययः योजनम् इति सारांशः. अत्र प्रश्नः अस्ति वा? अस्तु, भरणी महोदय अस्ति किम्? भरणी महोदय अस्ति? अन्य कोऽपि येन यः न पठितवान् अथवा पठितवती? अस्तु, राधिका भगिनी पठति किम् अग्रे? तथा च सास्नावत्वम् इत्यनेन सास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधार आधेयभावः धर्मधर्मीभावः सुस्पृष्टः भवति. इदम् एव शास्त्रे तटस्थललक्षणम् इति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् इति ग्रन्थकारैः व्याख्यायते. क्षम्यतां भगिनि, चिन्ता नास्ति. अस्तु, वदतु भगिनि पुनः. इदानीं वयं चर्चां कृतवन्तः खलु, यदि सास्नावत्वं यदि वदामः चेत् सास्ना, गन्धवत्वं यदि वदामः चेत् गन्धः, तदेव वयं अवगच्छामः. आधार आधेयभावः बहु किमपि क्लेशः तत्र न भविष्यति, स्पष्टः भवति. आधारादयभावः अथवा धर्मधर्मीभावः स्पष्टः भवति. तद् तटस्थललक्षणम् इति शास्त्रे वयं वदामः. सङ्ग्रहे अस्ति रूपरहित तटः इत्युक्ते नद्याः तीरः. तटस्थलक्षणम् इत्युक्ते नदी प्रवहति तत्र, तस्य किं क्लियर्ली डिफैन् कर्तुं नद्याः सीमा यत्किमपि कर्तुं तटस्य आवश्यकता अस्ति, ततः अस्ति इति उक्तम् इति मन्ये महोदयेन. प्रायः अग्रे गत्वा इतोपि स्पष्टतया महोदयः वदेत्. तादृशः वदनशैली यत्र धर्मधर्मीभावः आधाराधेयभावः सुस्पष्टः भवति, तादृशशैली तटस्थलक्षणमिति उच्यते. अस्तु, अग्रे भगिनि. अनन्तरम् एकम् उदाहरणं दत्तवन्तः, उपरहितस्पर्शवान् वायुः. रूपरहितस्पर्शवान्, रूपः नास्ति, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्. इदानीं वायोः लक्षणं स्पर्शवत्वं, तदनन्तरं रूपरहितत्वं. स्पर्शवत्वं पुनः लक्षणं प्रथमाविभक्त्यां धर्मस्य बोधार्थम् अथवा लक्षणस्य बोधार्थं तस्य प्रथमा विभक्ति वायुः इत्यस्य षष्टि लक्षणम्. तर्हि उदाहरणे अस्ति रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति ग्रन्थकारैः उच्यते. अत्र कोऽपि प्रश्नः अस्ति वा कस्यापि अथवा अन्यत् किमपि भ्रमः वा चिन्तनम्? सर्वे जालपुटं गत्वा पठन्तु. तत्र प्रश्नोत्तररूपेण महोदयेन करपत्रं निर्मितमस्ति. तत्र वर्गे ये प्रश्नाः भवन्ति तेषाम् उत्तरं तत्र स्थापितं. सर्वे पठन्ति चेत् इतोपि स्पष्टतया सर्वम् अवगन्तुं शक्नुवन्ति इति मन्ये. अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रिः. धन्यवादः.